नमस्सर्वेभ्यः, समासचिन्तनवर्गे सर्वेषां स्वागतम्। ॐ येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। ऐ उण ऋलृक् एयोङ् अयौ च हयवरट् लण् ञमगणनं ञवै घडदश् झवघडदश् खफचटतचटतौ कपै षषसर् हल् इति प्रत्याहारसूत्राणि। उषा भगिनि, सूत्राणि वदतु। अव्ययी भावः अव्ययं विभक्तिसमीपसमृद्धिविरुद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रातुर्भावपश्चात् यथा आनुपूर्व्य यौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु यथा सादृश्ये यावदवधारणे सुप्रतिनामात्रार्थे अक्षशलाकासङ्ख्याः परिणा विभाषा अपपरिबहिरञ्चवः पञ्चम्या आङ्मर्यादाभिविद्योः लक्षणेनाभिप्रति आभिमुख्ये अनुर्यत्समया यस्य छायामः तिष्ठद्गुप्रभृतीनि च पारे मध्ये षष्ट्या वा सङ्ख्यावंश्येन नदीभिश्च अन्यपदार्थे च संज्ञायाम्। धन्यवादः भगिनि। धन्यवादः महोदय। गतवर्गे वर्तमानविषयम् अस्ति पारे मध्ये षष्ठाव्या, तत्र प्रश्नम् आसीत् गङ्गायोगः अङ्गस्योगः पारायोगः सु यत्र पञ्चमी पारात् इति तत् वर्तते चेत् सु इत्यस्य प्रसक्तिः किम्? तस्य समाधानमस्ति अत्र सूत्रे वा इति षष्टितत्पुरुषस्य अपि उल्लेखनं कृत्वा द्वयोः सूत्रयोः अलौकिकविग्रहवाक्यम् एकमेव भवति, यदा गङ्गायोगाङ्गस्योगः पारायोगः सु इति प्रथम एकवचने उल्लेखनं कृत्वा प्रत्यानां लोपानन्तरं गङ्गायोगः पारा भवति, यदि अव्ययीभावसमासं भवति चेत् पारा इति पूर्व उपसर्जनं भूत्वा पूर्वपदं भवति, यदि षष्ठी इति तत्पुरुषसमासं भवति चेत् तत्र गङ्गा इति षष्ठी इति प्रथमनिर्दिष्टमधिकृत्वा तत् पूर्वपदं भवति। तत्कारणेन अलौकिकविग्रहं द्वयोः सूत्रयोः एकं समानमेव प्रथमं तिष्ठति, तदनन्तरं यत्र विधायकसूत्रम् आगच्छति तत्र एव परिवर्तनं भवति इति कृत्वा गङ्गायोगाङ्गस्योगः पारायोगः सु इति एव स्वीकृत्य प्रक्रियां करणीयः। पुष्पा भगिनी, विद्याभगिनी क्लास् मध्ये अयं प्रश्नम् उद्धृतवान्, तदर्थं तस्य विवरणमस्ति एतत्। अत्र नूतनसूत्रं प्रति गच्छामः, कोऽपि प्रश्नः अस्ति? किं किं किम् उत्तरं महोदय? भवती विद्याभगिन्या क्लास् मध्ये प्रश्नं पृष्टवती पारात् इति पञ्चमी अस्ति कृत्वा भवति चेत् तत्र पारायोग सु इति किं भवति? अस्तु महोदय, तस्य उत्तरमस्ति द्वयोः विधानसूत्रस्य अलौकिकविग्रहवाक्यं समानमेव, केवलं विधान अवसरे उपसर्जनं पृथक् पृथक् भवति। अव्ययभावम् अस्ति चेत् पारा इति उपसर्जनं संज्ञा भूत्वा प्रथमं निपातति, यदि षष्टितत्पुरुषम् अस्ति षष्टि इति प्रथमा विभक्त्याम् अस्ति कृत्वा गङ्गा इति उपसर्जनं भूत्वा प्रथमम् आयाति, तदेव द्वयोः सम्बन्धः। अस्तु महोदय, अस्तु। अत्र सङ्ख्यावाचिशब्दः अरुणा भगिनी पठति वा महोदय ततः पूर्वं द्वादशबिन्दुः पार तथा मध्यादेतौ द्वौ शब्दौ अत्र एकः संशयः अस्ति तत्र पारे इति लुप्तप्रथमान्तरूपं तद्वाक्यं पश्यति वा पारे इति लुप्तप्रथमान्तरूपं मध्ये इति लुप्तप्रथमान्तरूपं षष्ट्या तृतीयान्त तत्र च अव्ययं तत् व्यावृणोतु महोदय बिकास् तृतीयान्तं च अव्ययम् अथवा पारे मध्ये अव्ययम् अथवा वा इति अव्ययं किं स्वीकरणीयम् किमस्ति लुप्तप्रतिम् पारे मध्ये षष्ट्यन्तेन सह समस्यते अविभावसमासः भवति प्रथमा षष्टि इत्यादि विभक्ति सुप्रत्ययस्य भवति अतः षष्टि इत्येन च पारे इति लुप्ता पारे इति लुप्तप्रथमान्तं मध्ये इति च लुप्तप्रथमान्तं षष्टि तृतीयान्तं च अव्ययं रैट् अत्र पारे मध्ये इति यदन्तत्वं सूत्रार्थमेव पाणिनिना दत्तमस्ति वस्तुतः पारा मध्या इति अव्ययमेव भवति तत्र षष्ट्या इति तृतीया विभक्त्या दत्तमस्ति सूत्रे इति तृतीया दत्तमस्ति इति कृत्वा तृतीया विभक्तिरूपम् एव तृतीया विभक्ति अन्तं शब्दमेव भवति षष्टि इति विभक्ति दर्शयति तृतीयान्तम् इति कृत्वा षष्टि तृतीयान्तम् इत्युक्ते तृतीयान्त सुप् शब्दानाम् इति स्वीकरणीयम् इतर च अव्ययम् इति अत्र मुद्रणदोषमस्ति इति अहं चिन्तयामि वा अव्ययम् इति तदेव अहमपि चिन्तयामि सूत्रे च नास्ति वा अस्ति इति कृत्वा तत्र मुद्रणदोषमस्ति च इति नास्ति वा अस्ति अत्र एतत् मम एषः मम प्रश्नः नास्ति महोदय डाक्टर् रोहिणी आस्ट् मी दिस् डौट् सो ऐ आस्ट् ऐ थिङ्क् शी इस् हियर् नौ धन्यवादः तत् मुद्रणदोषमस्ति अस्तु इति पठामि महोदय सङ्ख्यावाचिशब्दः वंशवाचिना सुबन्तेन सह विकल्पेन समस्यते अव्ययभावसमासः च भवति सङ्ख्यावंशेन सङ्ख्यावाचिशब्दः वंशवाचिना शब्देन सह विकल्पेन समस्यते अव्ययभावश्च समासो भवति वंशः द्विविधः विद्यया जन्मना च तत्र भवः वंश्यः वंशः नाम सन्तति इत्यर्थः वंशस्य प्रतिनिधित्वं द्वे रूपे भवतः विद्यावंशः जन्मवंशः च विद्यावंशे गुरुशिष्याणां परस्परा भवति परम्परा भवति अतः सः विद्यावंशः इत्युच्यते जन्मवंशे पिता पुत्राणां परम्परा भवति अतः सः जन्मवंशः इत्युच्यते यं वंशे उत्पन्नः सः वंश्यः भवति. वंशः इति शब्दात् दिगादिभ्यो यत् इति सूत्रेण यत् प्रत्ययः विहितः भवति तस्मात् वंश्यः इति शब्दः निष्पन्नः भवति. संख्या प्रथमान्तं वंशेन तृतीयान्तं प्राक्कणात् समासः इत्यस्य अधिकारः अस्ति. समर्थः पदविधिः इति पारिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति. अव्ययीभावः इत्यस्य अधिकारः विभाषा इत्यस्मात् सूत्रात् विभाषा इत्यत् अनुवृत्तिः. अनुवृत्तिसहितसूत्रं संख्यासुप् वंशेन सुपासः अव्ययीभावः समासः विभाषा. अत्र सूत्रमस्ति संख्यावंशेन इति अध्याये प्रथमपादे सूत्रं एकादश सूत्रम्. अत्र संख्यावाचिशब्दः वंशवाचिशब्देन सह अत्र सुन्दरनाशमस्ति तत्रापि. ओके, संख्यावाचिशब्दः वंशवाचिशब्देन विकल्पेन समस्यते. तदेव अव्ययभावसमासः भवति. वंशः इति द्विविध विभजनम् अस्ति, विद्यया जन्मना च. तत्र भावः तत्र भवत् वंश्यः इति वंश इति चेत् अत्र विद्यावंशे गुरुशिष्याणां परम्परा भवति. जन्मवंशे पिता मातृपुत्राणां परम्परा भवति. अनुभूतिसहितसूत्रं संख्यासु वंशेन सुपासः अव्ययीभावसमासः विभाषा विकल्पेन भवति इति अत्र दत्तम्. अस्तु भगिनि, अत्र परिच्छेदं दिगादिभ्यो यत् तदपि पठतु. दिगादिभ्यो यत् चतुर्थ अध्याये तृतीयपाद पञ्चाशत् इति सूत्रेण दिगादिभ्यः प्रातिपदिकेभ्यः यत् इति तद्धितप्रत्ययो भवति. तत्र भवः इत्यस्मिन् विषये यदा दिशि भवं दिश्यं, वर्गे भवं वर्ग्यम्, एवम् एव वंशे भवं वश्यं. वंश्यं भवति अत्र अनुस्वर न दृश्यते. वश्यं भवति, वंश्यं वंश्यं भवति. प्रकृतसूत्रे संख्या तदेव वंशमिति तद्यतरूपम् अस्ति महोदय. वंशे भवं वंश्यम् इति प्रकृतसूत्रे संख्यावाचकशब्दः प्रथमान्तः इत्यतः तस्य उपश्चञ्चलसंज्ञा भूत्वा पूर्वनिपातः भवति. संख्यावाचकः इत्यनेन एकं द्वे त्रीणि इत्यादीनि संख्यावाचकानां ग्रहणं भवति. अस्तु, गोमति भगिनि धन्यवादः. धन्यवादः. आम् महोदय. तथा यथा इति आरभ्य पठतु. यथा द्वौ मुनि वंश्यौ, द्विमुनि द्वौ मुनि वंश्यौ, यस्मिन् वंशे द्वौ मुनि स्तः. एतत् विद्यावंशस्य उदाहरणम् अस्ति. द्वौ च तौ मुनी चेति विग्रहे विशेषणं विशेष्येण बहुलम् इत्यनेन कर्मधारयं बाधित्वा अव्ययीभावः भवति. द्वौ मुनि वंश्यो इति दत्तं तत् एतत् सूत्रं संख्यावंशेन इति सूत्रेण अव्ययीभावसमासः भवितुं भवति अनन्तरं द्वौ च मुनी च इति विग्रहे विशेषणं विशेषेण बहुलम् इत्यनेन कर्मधारे तत्पुरुषसमासः अपि भवति तत् बाधित्वा ये सूत्रं कार्यं करोति संख्यावाचेन सुबन्तपदः समस्यते अव्ययीभावसमासमस्तपदं भवति इति उदाहरणं द्वौ मुनि वंश्यौ द्विमुनि इति पदं भवति एतत् संख्यावाचक एतत् सूत्रं वंश्येन इत्युक्ते तत्र वंश्येन इत्युक्ते जन्मसम्बन्धिना गुरुशिष्यपरम्परासम्बन्धिना एतत् द्वयोः कृते एतत् सूत्रं भवति एतत् उदाहरणं तौ द्वौ मुनिवंश्योः गुरुशिष्यपरम्परायाः उदाहरणमस्ति अतः विद्यावंशस्य उदाहरणम् इति दत्तमस्ति समस्तपदं भवति द्विमुनि एतत् विभाषा इति अधिकारे एतत् सूत्रं वर्तते अतः द्वौ मुनि वंश्यो इतपि व्यस्तरूपं भवति अस्तु अत्र कर्मधारयां बाधित्वा अव्ययीभावः भवति इति दत्तमस्ति विशेषणविशेषेण बहुलम् इति सूत्रस्य बाधकमस्ति संख्यावंशेन इति सूत्रम् अस्मिन् किञ्चित् वदितुम् इच्छति वा भगिनि अहं दृष्टवती विशेषेण विशेषणं बहुलं द्वितीय अध्याये प्रथमपादे सप्तपञ्चाशत् सूत्रमस्ति विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाचिकरणसुबन्तेन सह बहुलं समस्यते तत्पुरुषसमासे भवति इति दत्तम् अस्ति तत्र दट् इस् विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणे भवति चेत् उदाहरणेन नीलोत्पलं नीलं च उत्पलं च अत्र अपि द्वौ मुनि समानाधिकरणे अस्ति अनन्तरं विशेषणविशेष्यमस्ति मुनि विशेष्यं द्वौ विशेषणम् अतः अत्र कर्मधारयसमासः भवितुमर्हति परन्तु तत् प्रबाद्य वंश्य इति पदं नीत्वा तत्र अव्ययीभावसमासः भवति द्विमुनि इति बाधनस्य कारणं किम् बाधनस्य कारणं तत्पुरुषसमासस्य समाससूत्रं वंश्यस्य कृते किमपि न वदति अत्र अस्माकं विवक्षा वंश्य गुरुशिष्यपरम्पराय विषये अहं वयं वक्तुम् इच्छामः अतः अत्र अव्ययीभावसमासं भवति एव भवति यदा वंश्य इति वयं वक्तुं न इच्छामः तदा द्वौ मुनि तत् तत्पुरुषसमासः भवति मुनिद्वयम् ऐ डोण्ट् नो मुनि द्विमुनि तत्पुरुषसमासः कथं भवति नीलोत्पलं नील उत्पलं द्वौ मुनि इति भवति ऐ थिङ्क् और् द्वौ मुनि तत्पुरुषसमासस्य ऐ डोण्ट् नो दि एक्साक्ट् पदं द्वौ मुनि भवति वा जानाति वा न महोदय द्वे मुनि इति विशेषणविशेष्यरूपेण विशेषबहुलम् इति सूत्रमस्ति इति कृत्वा विशेषणं इति प्रथमा विभक्त्याम् अस्ति, विशेषेण इति तृतीया विभक्त्याम् अस्ति इति कृत्वा विशेषणं यत् अस्ति तत् पूर्वनिपातं भवति तत्रापि. नीलोत्पदम् इति नीलम् उत्पलम् इति द्वयोः शब्दयोः विशेषणं किमस्ति? नील एव विशेषम् अस्ति उत्पलम् इति कृत्वा विशेष्यम् उत्तरपदं भवति, विशेष्यम् उत्तरपदं भवति, विशेषणं यद् नीलम् अस्ति तत् पूर्वं पदि नील उत्पलं. तदेव तत्पृष्टमासीत् विशेषणं विशेष्य विशेषणं विशेषेण बहुलम् इति सूत्रेण दत्तमस्ति. किन्तु अत्र सङ्ख्यावंशेन अत्र सङ्ख्याशब्दं विशेषणं नास्ति, मुनिशब्दस्य विशेषणं नास्ति इति कृत्वा तस्य प्रभावः न भवति कर्मधारयस्य इति. विशेषसङ्ख्यावाचि वाचि वंशेन इति उक्ते वंश इति प्रसक्ति अपि अस्ति, एवं सङ्ख्या इति उक्तेन सङ्ख्याशब्दस्य अपि उल्लेखः अस्ति कृत्वा यत्र विशेषणविशेष्यम् एकं वा एकं पदं सङ्ख्या अस्ति, एव दूसरपद अन्यपदमस्ति उत्तरपदमस्ति वंशीवाचकशब्दमस्ति. यथा गुरुशिष्यपरम्परायां या जन्म सन्तति दर्शयत्वं चेत् तत् अव्ययीभावसमासः एव करणीयम्. यदि उत्तरपदं वंशं न दर्शयति तत्र कर्मधारयं भवति यदि विशेषणविशेषम् अस्ति इति कृत्वा. यतो सङ्ख्यमस्ति चेदपि उत्तरपदं वंशं न दर्शयति चेत् तत् कर्मधारयं भवति, वंशं दर्शयति चेत् अव्ययीभावसमासः भवितुम् अर्हति. किन्तु प्रथमनिर्दिष्टपदं सङ्ख्यावाचिकशब्दम् अपि भवनीयम्. That is the first part of the samasa has to be a sankhya shabda. The second the word has to be describing a sankhya vacha shabda. Yada muni or raghuvamsham, suryavamsham, chandravamsham, or you know bharatdwajavamsham, whichever may be that. So it has to be a vamsha shabda, and the purva padam has to be a sankhya vacha shabda. Then it will take avyayi bhava. Otherwise, it will be visheshna visheshyam karmadhare. And there, the visheshna will be the purvapadam, visheshyam will be the uttarapadam. Then, Rohini Bhagini, alaukika vigraha vakyam. Haan, Mahodaya. Alaukika vigraha vakyam. Di yoga, औ योग मुनियोग औ. अत्र जि इति सङ्ख्यावाचकशब्दः, मुनिः इति वंशवाचकेन सह समस्यते सङ्ख्यावंशेन इति सूत्रेण. अव्ययीभावसमासश्च विकल्पेन भवति. प्रातिपदिकसंज्ञा भूत्वा सुप्रत्ययोः लोपः जायते. सङ्ख्यावाचकस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति. अतः द्विमुनि इति प्रातिपदिकं निष्पन्नं भवति. अत्र अलौकिकविग्रहवाक्यं भवति द्वियोग अवयोग मुनियोग अहो. अत्र प्रत्ययस्य लोपः भवति केन सूत्रेण? धातु प्रातिपदिकयोः इति अवशिष्यते. सङ्ख्यावंशेन इति सूत्रे सङ्ख्याशब्दं प्रथमाविभक्त्या निर्दिष्टम्, अथवा द्वि इति सङ्ख्या पूर्वनिपातः भवति. द्विमुनि इति प्रातिपदिकं निष्पन्नं भवति. सम्यक्. अग्रे पठामि. अग्रिमं पठतु. धिमनि योगसु अत्र अव्यात् आप् सुपः इति सूत्रेण अव्यात् परस्य सुप्रत्ययस्य लोपः भवति. अव्ययीभावश्च इत्यनेन सूत्रेण धिमिनि इत्यस्य अव्ययसंज्ञा भवति. अतः धिमिनि इत्यस्मात् सुप्रत्ययस्य लोपः भवति अव्ययात् आप् सुपः इति सूत्रेण. द्विमिनि इति समस्तपदं निष्पन्नं. व्याकरणस्य त्रिमुनि इत्यर्थः. व्याकरणे त्रयमुनयः आसन् पाणिनिः कात्यायन पतञ्जलिश्च. अतः त्रिमुनिव्याकरणम् इति वदामः. प्रातिपदिकं भवति द्विमुनि. तत्र सुप्रयोजनेन द्विमुनि योगसु अव्यादात् सुपः इति सूत्रेण सुपः लुक् भवति. द्विमुनि इति अवशिष्यते. समस्तपदं भवति द्विमुनि. पदं कैसं कथं पदम् इति संज्ञा कथं भवति? सुप् योगः भवति. अव्यादाप्सुपः इति योगेन प्रत्ययलोपः भवति. प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण प्रत्ययस्य तदेव मुख्यं. प्रत्ययलोपे प्रत्ययलक्षणम् इति स्मरणीयं तत्र. तत्कारणेन एव सुप् लोपानन्तरम् अपि समस्तपदं भवति द्युमुनि इति. तत्र त्रिमुनि इति तस्यापि उल्लेखः करोतु. वदतु त्रिमुनि एवमेव प्रक्रिया. त्रिमुनि इत्यस्य त्रयः मुनयः आसन् पाणिनिः कात्यायनः पतञ्जलिः च. तदा विद्यावंशः क्रमशः भवति. पाणिनेः अनन्तरं कात्यायनः अनन्तरं पतञ्जलिः च. अतः त्रिमुनिव्याकरणम् इति वदामः विद्यावंशेन. विद्यावंशेन सत्यं. धन्यवादः भगिनि. शर्मिला भगिनि. शर्मिला भगिनि. आं महोदय. त्रयोमुनयः. त्रयोमुनयः वंशाः त्रिमुनि. त्रयोमुनयः वंशाः व्याकरणस्य त्रिमुनि. एतदपि विद्यावंशस्य उदाहरणम् अस्ति. अलौकिकविग्रहवाक्यं त्रियोगः जस् मुनियोगः जस् प्रक्रिया यथा उपरि प्रदर्शिता. अतः पुनः संख्याशब्दस्य पूर्वनिपातनं भूत्वा त्रि इति पूर्वम् आयाति. अपि च प्रत्ययानां लोपः भवति. त्रिमुनि इति प्रातिपदिकं निष्पद्यति. त्रिमुनिव्याकरणम् इति प्रयोगः दृश्यते लोके. त्रिमुनिव्याकरणम् इति प्रयोगः साधुः उत न इति प्रश्नः उदेति. यतोहि अत्र विशेषणविशेष्यभावः प्रदर्शितः. त्रिमुनि एव व्याकरणम्, व्याकरणम् एव त्रिमुनि इत्यर्थः इङ्गितः. त्रिमुनि इति पदम् अपि प्रथमाविभक्तौ अस्ति. व्याकरणम् इति पदम् अपि प्रथमाविभक्तौ अस्ति. अनयोः पदयोः समानविभक्तिकत्वं युज्यते वा? वस्तुतः द्वौ मुनिव्याकरणस्य, द्विमुनिव्याकरणस्य, त्रिमुनिव्याकरणस्य इति वक्तव्यं भवति. व्याकरणस्य इति सम्बन्धे षष्ठी स्यात्, परन्तु उदाहरणेषु द्विमुनिव्याकरणम् इत्युक्तम्. यत्र द्विमुनि इति पदम् अपि प्रथमान्तम् अस्ति, व्याकरणम् इत्यपि प्रथमायाम् एव अस्ति. एतादृशप्रयोगस्य साधुत्वं कथम् इति विषये अग्रे उच्यते. अस्माभिः लोके प्रयोगं दृश्यते त्रिमुनिव्याकरणम् इति. परन्तु तस्य साधु वा न वा इति प्रश्न अत्र कृतमस्ति. अस्माभिः इट् शुड् बि किं कारणेन प्रश्नम् उदेति. अस्माकम् अत्र लक्ष्यम् अस्ति. त्रिमुनि अस्ति अतः व्याकरण अस्ति. व्याकरण अस्ति व्याकरण एतादृश त्रिमुनि च व्याकरणम् अत्र समानाधिकरणं न वदेम, सादृशं दर्शयितुं वयं त्रिमुनिराकरणम् इति प्रयोगं कुर्मः. तत्र विभक्ति प्रथमा विभक्तु अस्ति इति दत्तमस्ति परिच्छेदे, तस्य तस्य प्रसक्ति का? अहं न जानामि. त्रिमुनि इति पदम् अपि प्रथमा विभक्तु, व्याकरणम् अपि प्रथमा अस्ति, अतः अत्र समानविभक्तिभावः अस्ति वा? समानविभक्तिकम् उच्यते वा? अत्र समानविभक्ति उपयुज्यते, तत् तत् साधु वा न वा इति प्रश्नमस्ति इति अहं. तदेव प्रश्नं, तदेव प्रश्नं. साधुप्रयोगे तु व्याकरणस्य द्विमुनि अथवा व्याकरणस्य त्रिमुनि इति भवति इति भाति, अर्थं भवति, अर्थं तु एवम् अर्थम् एवं भवति. अतः तत्र कथं समानविभक्ति उपयुज्यामहे इति प्रश्नम् अस्ति, अपि च तस्य समाधानम् अग्रे दीयते. तदपि पठतु. विद्या तत्त्वताम् अभेदविवक्षायां त्रिमुनिव्याकरणम् इति उक्तं सिद्धान्तकौमुद्यां. यदा तु विद्यया तद्वताम् अभेदविवक्षा तदा समानाधिकरण्यं भवति. व्याकरणं विद्या चेत् मुनिः विद्यावान् भवति. विद्यावान् नाम यस्मिन् विद्या अस्ति. यद्यपि विद्या भिन्ना, विद्यावान् च भिन्नः, परन्तु अत्र अनयोः समानाधिकरणं विवक्षितम् अस्ति, अभेदः विवक्षितः. सिद्धान्तकौमुद्यां तस्य उत्तरं दत्तमस्ति, विद्या तद्वताम् अभेदविवक्षायां त्रिमुनिव्याकरणम्. अतः अत्र त्रिमुनि च व्याकरणम् इत्यस्य समानाधिकरणं विवक्षितम् अस्ति. विद्या इस् मुनि, मुनि इस् विद्या इति वक्तुमिच्छा विवक्षा अस्ति. अत एव अत्र समानाधिकरणं विवक्षितमस्ति. अतः विद्या तथा विद्यावान् अनयोः पदयोः अभेदं मत्वा द्वयोः पदयोः समानविभक्तिकत्वं युज्यते इति स्वीक्रियते. सः अत्र विद्या च यः विद्या यस्मिन् विद्या अस्ति, अनयोः पदयोः अभेदत्वं दर्शयितुं समानविभक्तिकत्वं युज्यते इति सर्वैः स्वीक्रियते. तदनुसृत्य द्विमुनिव्याकरणं द्वाभ्यां मुनिभ्यां व्याकरणम् अभिन्न अस्ति. त्रिमुनिव्याकरणं त्रिभिः मुनिभिः व्याकरणम् अभिन्नः अस्ति, अभिन्नम् अस्ति इत्यादिषु प्रयोगेषु साधुत्वं स्वीक्रियते. अतः द्विमुनिव्याकरणं त्रिमुनिव्याकरणम् इत्यादीनि साधुवाक्यानि सिद्ध्यन्ति. अतः अत्र द्वाभ्यां मुनिभ्यां व्याकरणं तो द्वौ मुनि च व्याकरणम् अभिन्ना अस्ति, अपि च त्रिभिमुनिः च व्याकरणम् अभिन्ना अस्ति इत्यनेन समानविभक्ति उपयुज्यते, अपि च त्रिमुनिव्याकरणं द्विमुनिव्याकरणम् इति साधुप्रयोगः भवति इति सिद्धं भवति. अत्र समानाधिकरणविषये किं जानाति भगिनि? अहं बहु किमपि न जानामि. अरुणा भगिनि सेम् बेस् और् सेम् दे डिपेण्ड् आन् द सेम् थिङ्ग् सेम् सपोर्ट् जानाति वा? न महोदय, न जानामि. विस्मृतवती, जानामि, विस्मृतवती, अहं विस्मृतवती पूर्वं. कोऽपि जानाति वा? समानविभक्तौ इति अहं श्रुतवती, तदेव अहं जानामि. समानाधिकरण्यं वस्तुतः it happens in three places, vastu, shabda and jnana. In the three places samana jagarnam bhavitum arhati. Yatra ekasmin stale yata acharya evam chhatrah pavishati chet samana adhikaranam tishtati यत्र द्वयोः आसनं भवति. किन्तु सामानाधिकरण्यं, तत्र सामानाधिकरण्यं प्रथमशब्दस्य दीर्घत्वं भवति. सामानाधिकरण्यं प्रतले नास्ति, किन्तु गुरुशिष्ययोः सामानाधिकरण्यं भवति इति उच्यते. एकस्मिन् स्थले यदि द्वो वस्तु तिष्ठति चेत् सामानाधिकरण्यं वस्तु वस्तूनि भवति, प्रतलत्य समानाधिकरणम् इति वदति. तत् वस्तु निर्दिष्टसमानाधिकरण्यं. यदि शब्दस्य समानाधिकरण्यं दृश्यते चेत्, वयं सोऽयं देवदत्त इति उच्यते चेत् सः सो सः अयम् इति द्वौ शब्दस्य भिन्नप्रातिपदिकम् अस्ति, किन्तु एकमेव देवदत्तं बोधयति. तत्र शब्दम् भिन्नम् अस्ति, किन्तु बोधनं भवति देवदत्तस्य इति कृत्वा सो अयम् इति द्वौ शब्दस्य समानाधिकरण्यं भवति देवदत्तस्य विषये. तत्र तृतीयमस्ति बोधन बोधे. यदि सोऽयं देवदत्त सन् खडः सन् पटः सन् अजः इति यत्र उच्यते, तत्र सत् अस्ति इति अर्थे अस्ति गजः, अस्ति अश्वः, अस्ति बालः बालकः इति वदति चेत्, तत्र सन् इति शब्दस्य एकमेव शब्दं विभिन्नपदार्थान् पदार्थानां विवक्षा अस्ति. किन्तु सर्वासु पदेषु एकम् एव बोधं भवति सर्वम् अस्ति इति. अश्वः अस्ति, हस्ति अस्ति, गजः अस्ति, बालकः अस्ति. तत्र बोधनस्य सामानाधिकरण्यं भवति बोधन अवस्थायां. वस्तुतः वस्तु भिन्ना अस्ति चेदपि तत् बोधसामान्याधिकरण्यम् इति उच्यते. शब्दज्ञानाधिकरण्यस्य उदाहरणमस्ति सोऽयं देवदत्त. गुरुशिष्य उपविशति इति उक्ते तत्र सामानाधिकरण्यं गुरुशिष्योः उपरि जायते, अधिकरणं प्रतलं भवति इति त्रीणि अवस्थायां सामान्याधिकरण्यं भवति. अत्र त्रिमुनिव्याकरणम् इत्युक्ते मुनित्रयं भिन्नमस्ति. पतञ्जलि कात्यायन पाणिनि कात्यायन पतञ्जलि इति मुनित्रयमस्ति. किन्तु तयोः समानाधिकरणमस्ति व्याकरणज्ञानम्. ज्ञानम् अधिकरणं व्याकरणमेव भवति, मुनि भिन्नः भवति इति कृत्वा सामानाधिकरण्यं त्रिमुनि इति पदस्य सामानाधिकरण्यं भवति. समानाधिकरणं व्याकरणम् इति विद्यायां भवति. तदेव अत्र समानाधिकरणस्य विवक्षा. अण्डर्स्टुड् नो द त्री डिफरेन्सस् बिट्वीन् द त्री. When the teacher and the student, when the teacher and student sits on the same place, the adhikaranam or the base in which they sit is called, the pratalam is called samanadhikaranam. But samanadhikaranyam, the qualification of having being seated on one place goes on to the student and the teacher. Same way, soyam devadatta, when you say that devadatta is only one, but two words indicating devadatta, saha and ayam, there are two shabdas separately, but indicating one person. So devadatta becomes the samanadhikaranyam, and samanadhikaranyam, the quality of being used for the same purpose or the same indication, that goes in the words, that is shabda samanadhikaranyam, soho ayam. But in the jnana samanadhikaranyam, san padaha, san gadaha, san ashwa, san hasti, when it is there, there is one word which is indicating asti iti bhati, that knowledge of existence of pada, gata, ashwa, gaja, all those things is in the bodham of existence of the different object. So the samanadhikaranyam, the samanadhikaranam is the jnana or bodham, which is the existence of the thing, but the vastu changes, gata, pada, hasti and everything. So these are the three types of samanadhikaranyam which is used in the technical knowledge. But when you say neelotpalam, tatra samanadhikaranyam nasti. Neelaha, utpalha, the vastuda shabdha anya pratakasti, kintu visheshana visheshya bhavam svikritya ekasmin vastuni drishyate. Tatra samanadhikaranyam nasti, visheshana visheshyam asti. So that difference between samanadhikaranyam and visheshana visheshyam, we have to understand, then only that Trimuni Vyakaranam word becomes clear to us. In the knowledge of Vyakaranam, we have three munis. So three munis are having the knowledge of Vyakaranam. So therefore they are called Trimuni. And Trimuni, you can say Panini Vyakaranam, Katyayana Vyakaranam, Patanjali Vyakaranam. The three are separate, but the Vidya of Vyakaranam is common for them. So that is why the Samanadhikaranyam comes in the Trimuni. I hope it's clear now. Any doubt? Mahodaya, atra samanadhikaranyam linga vachana vibhaktishu api bhavati. Samanam lingam, samanam vibhakti, samanam eva vachanam. Atra trimuni vyakaranam. Vyakaranasya tada trimuni ityasya ekameva lingam, ekameva vachanam, ekameva vibhaktihi bhavati. Tada api samanadhikaranam bhavati na? तदेव सोयं देवदत्ता तत्रापि सः अयं द्वौ प्रथमा विभक्ति एकवचनम् अस्ति एण्ड् देवदत्ता अपि समान प्रथमा एकवचनम् अस्ति सो विभक्ति वचनं शब्द एकमेव समानमेव त्रीणि सः अयं देवदत्ता तत्र त्रयोः समान अधिकरण्यम् तस्य कारणेन भवति प्रथमा विभक्त्याम् अस्ति त्रीणि शब्दानि एकवचने अस्ति किन्तु एकमेव अर्थं बोधयति देवदत्तस्य अर्थं बोधयति तत् सेम् वे हियर् पतञ्जलि कात्यायन अण्ड् पाणिनि इवन् टु द त्री सपरेट् त्री मुनीस् आर् सपरेट् बट् आल् आफ् दम् आर् विद्यावान् आफ् व्याकरण इति कृत्वा त्रिमुनि व्याकरणम् इति वदति अत्र विद्या तदा विद्यावान् इत्यस्य समानाधिकरणं दृश्यते आम् आम् विद्या और् विद्यावान् मे अन्तरं नास्ति यस्मिन् अस्ति देर् इस् वर्ड् दट् विच् इस् इन् इन् इट् सो you cannot difference between vidya and vidyavan. You cannot see separately at any point of time. Vidya katam janati, vidyavan prakatayati cheteva vidya jnanati tadeva tatra tatra dvayoho pratakkartum na shakyate iti krutva samanadhikaranam bhavati. तत्र उषा भगिनी संख्यावंशेन इति सूत्रेण यः अव्ययी भावः यः महोदय बिफोर् ऐ गो ऐ जस्ट् वाण्ट् टु से ऐ लैक् देट् ऐ मीन् द सप् द स्थल शब्द अण्ड् द ज्ञान वेरि नैस् धन्यवादः महोदय संख्यावंशेन इति सूत्रेण यः अव्ययीभावसमासः विहितः तस्मिन् स्वपदार्थस्य एव प्राधान्यम् अस्ति संख्यावंशेन इति सूत्रेण यः अव्ययीभावसमासः विहितः तस्मिन् स्वपदार्थस्य एव प्राधान्यम् अस्ति यदा अन्यपदार्थस्य प्राधान्यं विवक्षितं तदा बहुव्रीहिसमासः क्रियते यथा त्रयः मुनयः वंश्याः यस्य तत् त्रिमुनिव्याकरणम् इति तस्मिन् पूर्वं यथा इति दत्तमस्ति तस्य पूर्वं यत् उक्तं तस्य विवरणं कृत्वा अग्रिमं संख्यावंशेन इति सूत्रेण यः अव्ययीभावसमासः विहितः तस्मिन् स्वपदार्थस्य एव प्राधान्यम् अस्ति स्वपदार्थस्य एव प्राधान्यम् अस्ति अव्ययीभावसमासः त्रि मुनिः इफ् ऐ से देट् These two sentences have got very important meaning in understanding the difference between Bahuvrihi and Avyaya. Avyayi Bhava. Swapadarthasya eva pradhanyam asti Avyaya Bhava samase. Kintu anya padarthasya pradhanyam vivikshitam bhavati Bahuvrihi samase. Bahuvrihi samase. Okay. That has to be understood. Trimuniya is the same pada, swapadartham. Whereas Neelotpalam, it is neither Neelam nor Utpalam in Prithak. But you get a product which is having both the qualities apart from the words which is being mentioned, Neelam and Utpalam. But Neelotpalam, there can be karmadarya, right? Yeah. Now, okay, this is Bahuvrihi. Bahuvrihi, here, yeah. Anya Pardartham Bahuvrihi, right? Yeah, like Chakrapani. Karmadara is Visheshna Visheshyam. Right. Okay. Yatha? Yatha, Trayaha Munayaha Vamshya Yasyatat. Trayaha Munayaha Vamshya Yasyatat. Trimuni Vyakaranam Iti. Okay. Here, Avyayi Bhava Samase, Trimuni Vyakaranam. त्रयः मुनयः वंश्या यस्य तत् त्रिमुनिव्याकरणं त्रिमुनि इत्यस्य संख्यावंशेन त्रि इति संख्याशब्द मुनि इति वंशशब्द त्रिमुनि इति अव्ययीभावसमासः अव्ययीभावसमासः स्वपदार्थस्य प्राधान्यं बहुव्रीहि दिस् केनाट् बि बहुव्रीहि बिकास् त्रिमुनि एन् व्याकरणं अर् अनयोः पदयोः नो भेदः अभेदत्वम् एव अग्रिमं वाक्यं पठतु बहुव्रीहि समासस्य यः अर्थः सः एव अर्थः सिद्धः बहुव्रीहिसमासस्य यः अर्थः सः एव अर्थः सिद्धः अव्ययीभावसमासेन अपि तर्हि अनयोः भेदः कः इति चेत् बहुव्रीहिसमासे स्वभेदः भवति स्वरभेदः स्वरभेदः भवति ऐ वास् वाण्टिङ्ग् दट् ओके बहुव्रीहिसमासे स्वरभेदः भवति अपि च प्रथमाविभक्तिं विहाय अन्यासु विभक्तिषु रूपभेदः अपि जायते बहुव्रीहिसमासे स्वरभेदः भवति त्रिमुनिव्याकरणं सो देन् दे टाक् एस् इफ् इट्स् डिफ्रेण्ट् बिलाङ्ग्स् टु डिफ्रेण्ट् नैदर् त्रिमुनि नार् व्याकरणं I am trying to understand, Mahodaya. I did not understand. Bahubrihi samase swarabhedah bhavati. Okay. Swarabhedah is like Trimuni is separate, Vyakarana is separate. Kind. Okay, okay. Not that Uchchayi Udatta, that swarabhedah. Okay. It is padasya veda asti, swaranam. Trimuni ekam asti, Vyakaranam anyat asti. Anyat apicha prathama vibhaktim vihaya anyasu vibhaktishu rupabhedah api jayate. Trimunim trimunina trimunehe trimunau trimunau trimunau vityadini rupani siddhyanti bahubrihau. Okay. So in avyayi bhava samasa you only get trimuni sarvasu vibhaktishu. In bahubrihi samasa, then you get trimunim, trimunina, trimunehe. Okay. So, artha samana eva, kintu padam darshitva avagachama yegad avyayi bhava asti va bahubrihi asti va iti. Okay. Parantu avyayi bhava samase trimuni iti ekameva rupam siddhyate. Okay. Asti. Rohini Bhagini, Dhanyavada Bhagini. Dhanyavada Mahodaya. Vasakar? Ekavimshati Bharadvaja Vamsha, Tatratu, Arabhya Patatu. Mahodaya. Ekavimshati Bharadvajaha Vamshyaha. Ekavimshati Bharadvajam. एकविंशतिः भारद्वाजाः एतद् जन्मवंशस्य उदाहरणम् अस्ति. एकविंशतिः भारद्वाजाः वंश्यः अत्र समस्तपदं भवति. एकविंशतिः भारद्वाजं व्यस्तप्रयोगे एकविंशतिः भारद्वाजाः अलौकिकविग्रहवाक्यम् एकविंशति योगसु भारद् योग भारद्वाज योगजस् एकविंशति भारद्वाज इति प्रातिपदिकं भवति. अत्र सिद्धस्य लोपः भवति. संज्ञा प्रथमाविभक्तौ तदा पूर्वनिपातं भवति. एकविंशति भारद्वाज इति भवति. इति प्रातिपदिकं भवति. अधुना पठामि. पठतु. अधुना एकविंशति भारद्वाज इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति. सुप्रत्ययस्य उत्पत्तिः भवति. अत्र अव्ययात् आप्सुपः द्वितीयाध्याये चतुर्थपादे द्व्यशीतितमसूत्रम् इति सूत्रेण प्राप्यमानः सुब् लुक् न अव्ययीभावात् अथो अन्त अपञ्चम्य इति प्रत्ययस्य लुक् न भवति. अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते. परन्तु पञ्चमी विभक्तिं विहाय पञ्चमीविभक्तौ अम् आदेशः न भवति. तत्र यथा सामान्यं सुप्रक्रिया भूत्वा रूपं भवति एकविंशति भारद्वाजात् अपरासु विभक्तिषु सुप् लुक् न भवति. अपि तु सुपस्थाने अम् आदेशः भवति. प्रातिपदिकस्य सुप् योजनं भवति. अव्याद् परन्तु अव्याद् आप्सुपः इति सूत्रेण सुप् लुक् न भवति. न अव्ययीभावात् अधो अहं तु अपञ्चम्य इति सूत्रेण सुपस्थाने अम् आदेशः भवति पञ्चमीविभक्तिं विहाय. पञ्चमीविभक्तौ एकविंशति भारद्वाजात् इति भवति. अपरासु विभक्तिषु सुप् लुक् भूत्वा सुप् लुक् स्थाने अम् आदेशः भवति. तदा एकविंशति भारद्वाजम् इति रूपं भवति. अग्रिमपश्यतमपि पठतु. एकविंशति भारद्वाज योग अम् अत्र अमि पूर्वा इत्यनेन अक् वर्णात् अम् सम्बन्धिनी अचिपरे पूर्वपरयोः स्थाने एकपूर्वरूपादेशः स्यात्. पञ्चमीविभक्तिं विहाय अपरासु विभक्तिषु एकविंशति भारद्वाजम् इति रूपं सिद्धं भवति. तृतीयसप्तम्योर्बहुलम् इति सूत्रेण अदन्त अव्ययीभावात् अदन्त अव्ययीभावात् परे तृतीयसप्तम्योः च स्थाने बहुलम् अमादेशः भवति. अनेन तृतीयविभक्तौ अपि च सप्तमी विभक्तौ रूपद्वयं सम्भवति. एकविंशति भारद्वाजम् अथवा एकविंशति भारद्वाजेन, एकविंशति भारद्वाजम् अथवा एकविंशति भारद्वाजे. अन्यासु विभक्तिषु एकविंशति भारद्वाजम् इति रूपं सिद्धं भवति. अत्र ज्ञाविभवात् अथवा अङ्कपञ्चम्यादिसूत्रेण अम् योजनेन एकविंशति भारद्वाज योग अम् अत्र अमि पूर्व इति पूर्वरूपं भवति. तदा एकविंशति भारद्वाजम् इति रूपं सिद्ध्यति. तृतीयसप्तम्योर्विफलम् इति सूत्रेण तृतीयविभक्तौ एकविंशति भारद्वाजेन अथवा एकविंशति भारद्वाजम्, सप्तमी विभक्तौ एकविंशति भारद्वाजे अथवा एकविंशति भारद्वाजम् इति रूपद्वयं सिद्धं भवति. कोऽपि प्रश्नः अस्ति वा? एतत् परिशोधनं प्रकारकल्पनमस्ति वा? किम् एतत् परिष्कृतं करपत्रमस्ति वा? आम् परिष्कृतमस्ति. So normally what I find that because it is you know, in the class when Vidya Bhagini finds that there are certain shortfalls or something need to be changed, she does it immediately. So it's better to start fresh in the web page rather than taking a printout and of the old one always, because she keeps editing it as and when the class is going on there are some issues which come up, so she feels that it need to be edited or some additional information need to be added. Like that it happened. Okay, because I had opened my laptop and I was not seeing this, then I came back to this. Thanks. Then you are okay. So I always take the fresh page and refresh it and then watch it, because I know that she keeps editing until the whole thing is class is over, and when she moved to the next one only then she will change it. Okay. अत्र सङ्ख्यावाच्य सङ्ख्यावंशेन इति सूत्रस्य विषये कोऽपि संशयः अस्ति वा? नो चेत् टिप्पणीं प्रति गच्छामः. अस्तु, श्रीराम महोदय हेस् मेड् दिस् ब्यूटिफुल् टिप्पणी और् हेण्ड् बुक् वर् इस् यस् concised all the avyayi bhava samasasya vishaye whatever we have studied from the day one, he has table of contents wise he has put it. So it's worth keeping this as a handbook for whenever we are verifying or studying avyayi bhava samasa. Now I had attached this along with the emails. I hope all of you have got it. So I'll be adding the new sutras which are being taught also as the towards the end of it, because Sri Ram Mahodaya had to leave in between, so he handed over me this file to append new sutras which are being taught. So last class Gomati Bani had a request that we should revise when time is available. We have half an hour in our hand, so I thought that we'll revise from the beginning so that we can refresh our whatever we have studied. Okay, Gomati Bani, you have the PDF with you, or you can see the screen? Yeah, I have. Okay. I can read it. Yeah. Okay. Start from the Panchopangani, from 1.1. Other one is table of contents, right? Yeah. 1.1. Panchopangani. Prathama Bindu, Prathamopangaha. Samasa Sajna Vidhanam. विशिष्टसमाससंज्ञा सामान्यसंज्ञा प्रातिपदिकसंज्ञाविधानम् अवयवरूपेण स्थितानां सुबन्धानां लोपः. द्वितीयबिन्दुः द्वितीयोपाङ्गः पूर्वप्रयोगस्य निर्णयं. तृतीयोपाङ्गः लिङ्गवचनान्तस्य निर्णयं. चतुर्थोपाङ्गः समासान्तकार्याणि. पञ्चमोपाङ्गः सुविभक्तियोजनम् इति. तत्र प्रथम उपाङ्गस्य विषये भवति किं स्मरति तत् वदतु. सूत्रं या स्मरति चेत् तदपि वदतु. प्रथमं समाससंज्ञाविधानं प्रथमोपाङ्गे भवति. विशिष्टसमाससंज्ञा, सामान्यसमाससंज्ञा. अहम् एवम् अवगच्छामि. समाससंज्ञाविधानं सुबन्धपदयोजनेन समस्तपदं भवति, समासः भवति. समासः भवति, तस्य नाम अपि भवेयुः, भवेत्. अतः समाससंज्ञा सामान्यसंज्ञा प्रथमं भवति. यथा अस्माभिः दृष्टं पेज् 46 वेन् वि वेर् रीडिङ्ग् सुप्रतिना मात्रार्थे सुबन्तः समर्थः पदविधिः. अनन्तरं प्राकटारसमासः, अनन्तरं समाससंज्ञा भवति, सामान्यसंज्ञा भवति. तत् प्राक्कटारात् समासः इत्यस्य अधिकारे अस्ति. अतः सामान्यसंज्ञा समासः इति भवति. अनन्तरम् अव्ययीभावः इति विशिष्टसमाससंज्ञा भवति. तत् समाससंज्ञाविधानं प्रथमम् अस्तु महोदय. तत्र प्राक्कटारसमासः इति सामान्यसमासविधानमस्ति, किन्तु अव्ययीभावः इति विशिष्टसमाससूत्रमस्ति. अनन्तरं प्रातिपदिकसंज्ञाविधानं. प्रातिपदिकसंज्ञा भवति चेदपि वयं समस्तपदं कर्तुं शक्नुमः. अतः प्रातिपदिकसंज्ञाविधानं विधानस्य प्राधान्यं भवति. तु विशिष्टसमाससंज्ञा भवति अव्ययीभाव इति. अव्ययभावसमासस्य प्रसङ्गे वयं चर्चां कुर्मः. अतः विशिष्टसमाससंज्ञा भवति अस्माकं कृते अव्ययीभावसमासः इति. तु अव्ययीभावसमास इति प्रथमसूत्रम् अस्माभिः पठितं, दीर्घसूत्रम्. अव्ययं विभक्ति समीप समृद्धि व्युर्थि अर्थाभाव अत्यय सम्प्रति शब्दप्रादुर्भाव पश्चाद् यथा आनुपूर्य यौगपद्य सादृश्यसम्पत्तिसाकल्य अन्तवचनेषु अहं स्मरामि. अतः दीर्घसूत्रेण समास विशिष्ट अव्ययभावसमाससंज्ञा विशिष्टसमाससंज्ञा. अनन्तरं ततपूर्वं विशिष्टसंज्ञा भवति वा एतत्? तत्र सोपानानि स्मरामि. प्रथमम् अस्ति प्राक्कडारसमास इति समाससंज्ञा भवति. तदनन्तरम् अव्ययीभावः इति सामान्य अव्ययीभावसमाससंज्ञा भवति, सामान्य अव्ययीभावसमासः. किन्तु अव्ययं विभक्तिसमीतसमृद्धि इति दीर्घसूत्रं किं वदति चेत् किं किम् अर्थं बोधयति एकैकं शब्दं, तस्य उल्लेखनम् अस्ति. तत् विशिष्टसूत्रमस्ति. तत् विधिसूत्रमस्ति न? तत् विधिसूत्रमस्ति, संज्ञासूत्रं नास्ति. संज्ञासूत्रमस्ति अव्ययीभावः इति द्वितीय अध्यायस्य प्रथमपादे पञ्चमसूत्रमस्ति. तत् तत्र प्रातिपदिकसंज्ञा विधीयते कृत् तद्यतसमासाश्च इति सूत्रेण अलौकिकविग्रहवाक्यस्य सुप्लोपानन्तरं यत् निष्पन्नं भवति तस्य प्रातिपदिकसंज्ञा अस्ति चेदेव विधायकसूत्राणि कर्तुं शक्यते इति कृत्वा प्रातिपदिकात् एव क्रिया भवति. एक सुप् सुप् विधानं भवति चेत् तत् पदं भवति इति कृत्वा तस्य कोऽपि कार्यं समास कोऽपि पृथक् कार्यं न कर्तुं शक्यते. तत् प्रातिपदिक अवस्थां भूत्वा एव विधानं भवति विशिष्टसूत्राणां, यथा व्ययं विभक्तिसमीपे इति दीर्घसूत्रस्य अथवा अन्यसूत्राणां कार्यं भवति प्रातिपदिकसंज्ञा अस्ति चेत्. तथैव अलौकिकविग्रहवाक्ये यत् अवयवरूपेण विद्यमानसुप् प्रत्ययानां लोपः भवति तदनन्तरं तत्र प्रातिपदिकसंज्ञा भवति. प्रातिपदिकसंज्ञा भवति. आम्. ओ, अलौकिकविग्रहवाक्ये पदस्य सुप्रत्ययस्य पृथक् पृथक् कृत्वा अनन्तरं सुपो धातु प्रातिपदिकयोः इति सूत्रेण तस्य लोपः अपि कृत्वा प्रत्ययानां लोपः अवयवरूपेण विद्यमानप्रत्ययानां लोप एव भवति. सम्पूर्णपदस्य लोपं नास्ति. सम्पूर्णपदानां लोपः न भवति, ओन्लि सुप् प्रत्ययानां लोपः भवति सुपो धातु प्रातिपदिकयोः इति सूत्रेण. अनन्तरम् अपि तस्य प्रातिपदिकसंज्ञा भवति. अनन्तरं वयं पश्यामः चेत् अव्ययं पदे अस्ति, सुबन्धम् अपि अस्ति. अनन्तरं सुबन्धपदस्य अर्थं यदा मनसि भवति तदा अन्यानि अव्ययीभावसमासः कुर्मः. यदा समीपार्थे भवति चेत् दीर्घसूत्रं कार्यं करोति अव्ययपदशब्देन समीपार्थशब्दः समस्यते चेत् अव्ययीभावसमासः भवति इति कृत्वा वयं प्रातिपदिकसंज्ञां कुर्मः. अनन्तरं नै अवयवरूपेण सुधाना सुबन्ताना लोपः अत्र अभवत् तदनन्तरं प्रातिपदिकं सिद्ध्यति. तदनन्तरं द्वितीय उपाङ्गं भवति पूर्वप्रयोगस्य निर्णयम्. अत्र लोपः भूत्वा द्वे पदौ तिष्ठतः तो पूर्वपदं किं भवति इति प्रश्नः भवति. सूत्रं दृष्ट्वा अव्ययं विभक्तिसमीप तत्र अव्ययम् इति प्रथमं दत्तमस्ति, प्रथमं तस्य संज्ञा उपसर्जनं भवति. यत् प्रथमाविभक्तौ उक्तं तस्य पूर्वपदप्रयोगः भवति. अतः समीपार्थे यत् पदं वयं स्वीकुर्मः तत् अव्ययपदं स्वीकृत्वा उपा इति पदम् उपा इति अव्ययरूपेण प्रथमम् आगच्छति. तु पूर्वपदसंज्ञा निर्णयं कृत्वा द्वितीय उपाङ्गः भवति. धन्यवादः भगिनि. अस्तु पुष्पा भगिनि, तृतीय उपाङ्गं किम् अस्ति? अस्तु, तृतीय उपाङ्गं एकनिमिषं. I can't see the small one. I'm going to open up my iPad. Tritiya upangam. Eta sadrishena. Tritiya upangam asti. Linga vachanandasya nirnayam. तस्य द्वितीयोपाङ्गः पूर्वपद उत्तरपद निर्णयं तद् अभवत् पूर्व उपसर्जनं पूर्व प्रथमानिर्दिष्टम् समासोपसर्जनं उपसर्जनं पूर्व इति भूत्वा प्रथमं किं भवति उत्तरं किं शब्दं भवति इति अभवत्. तदनन्तरं लिङ्गवचनस्य विषये कानि सोपानानि अस्ति इति वदतु. अव्ययीभावसंज्ञा अव्ययीभावश्च प्रातिपदिकसंज्ञा प्रथमं वदतु भगिनि प्रथमं वदतु अव्ययीभावः समासशब्दं तस्य लिङ्गं किं भवति. तद् नपुंसकलिङ्गं भवति अव्ययीभावश्च इत्यनेन सर्वदा अव्ययीभावसमासशब्दं नपुंसकलिङ्गमेव भवति अव्ययीभावश्च इत्यनेन. आम् तत्र एव सोपानानि भवति नपुंसकलिङ्गविधाने कानि प्रक्रिया करणीयः इति तत् एव स्मर्तव्यम्. अस्तु अत्र तृतीय उदाहरणं स्वीकृत्य वदतु स्पष्टं भवति भवत्याः कृते. अत्र उपवनम् उपवन इति प्रातिपदिकमस्ति. अत्र नपुंसक लिङ्गसंज्ञा भवति तत्कारणात् अम्भावः भवति. अम्भावं केन सूत्रेण विधीयते? प्रञ्चम्यात् तद् पूर्वपदं पूर्वपदं किं इति भावात् अतं ते पञ्चम्यात् तत् सूत्रं किं वदति? तद् पञ्चमी विभक्ति विहाय सर्वे विभक्तिषु अम् आगच्छति इति. किं प्रपाद्य अवेभावः इति अवेभावः इति नपुंसकलिङ्गं भवति. तदनन्तरं द्वितीयम् अव्ययीभावः समासः अति सूत्रमस्ति किल. शुभोत्पत्ति केन सूत्रेण भवति? शुभोत्पत्ति प्रत्ययानं नाम अस्ति. विधानं किं प्रातिपदिक महोदय. I'll have the whole thing open, that way I have to keep on getting into my head. I keep making the mistake all the time. One second, huh? Ek namish. Okay, Baba. Want to open up the first one. How did that go? Oh, goodness. Ani. Baba. प्रथम च पञ्चम I'm looking for the first avyaya bhava samasa. Okay. That will give me. अव्ययात् आप्सुपः इति अव्ययात् आप्सुपः तत् कारणात् शुभोत्पत्तिः भवति भवितुमर्हति भवितुमर्हति किन्तु अदन्तमस्ति कृत्वा अम् आगच्छति अम् निदायनं भवति अव्ययाभावात् ततोऽन्तो पञ्चम्या यदि अदन्तमस्ति अदन्तं नास्ति चेत् किं भवति इकारः अस्ति चेत् ह्रस्व ह्रस्वकारः तिष्ठति केन सूत्रेण this is my problem. I can't remember the sutra. Hrusva napumsake napumsake pratipadika pratipadikasya pratipadikasya pratipadikasya hrusva napumsake antyap asta yadi अदन्तं नास्ति अजन्तं नास्ति हलन्तम् अस्ति चेत् किं भवति अत्र हलन्तम् अस्ति चेत् अत्र अम् आगच्छति नावीभवन्त कथम् अम् आगच्छति हलन्तम् अस्ति चेत् कं केन सूत्रेण अम् भवं भवति प्रक्रिया कान् स्मरति वा न महोदय तदेव मनसि न तिष्ठति तदेव अस्तु अस्तु धन्यवादः भगिनि शर्मिला भगिनि स्मरति वा हलन्तमस्ति चेत् का प्रक्रिया भवति अहमपि सम्यक् न स्मरामि परन्तु अदन्तम् अदन्तम् अस्ति चेत् तत्र अमादेशः भवति वा न वा ह्रस्वं भवति वा न वा इति अस्ति अदन्त्यं न स्मरामि महोदय रोहिणी भगिनी अहम् अत्र पठति स्म अरुणा भगिनी तत्र किमपि यच्छामि अपि च आसीत् तत्र एव अलन्तमस्ति चेदेव विशेषसूत्राणां कारणेन टच् विधानं भवति अहं वदामि महोदय वदतु भगिनि हलन्तम् अस्ति चेत् अथितप्रत्ययः टच् प्रत्ययः विधीयते अव्ययभावसमासप्रसङ्गे पञ्चसूत्राणि भवन्ति टच् प्रत्ययं विधित्वा तदा अदङ्गं भवति अनन्तरं प्रक्रिया भवति यथा पूर्वं सम्यक् पञ्चसूत्राणि कानि तदा मम पुरे अस्ति अव्ययीभावे शरत्प्रभृद्भ्यः प्रभृद्भिभ्यः टच् प्रत्ययः नित्यरूपेण विहितम् अनश्च तदपि टच् प्रत्ययः नित्यरूपेण नपुंसकादन्यतरस्य तत्र वैकल्पिकरूपेण नदी पौर्णमासी अग्रहणीयभ्यः इति वैकल्पिकरूपेण टच् छयः वैकल्पिकरूपेण टच् गिरेश्च सेनकस्य तत्रापि वैकल्पिकरूपेण टच् अहं दृष्ट्वा वदामि महोदय वदतु अनश्च इति सूत्रं स्वीकृत्य अनश्च सूत्रविधानपूर्वकं किं भवति महोदय यस्य अग्निभावमासस्य अग्रे अन् अस्ति अन् इति उच्यते तस्मात् इति अभवत् न मम प्रक्रियां पृच्छामि पृच्छतु वदतु उदाहरणं स्वीकृत्य वदतु स्वीकृत्य किन्तु अत्र उदाहरणं नास्ति पृच्छामि पश्यामि महोदय एकनिमिषम् अस्तु we will take it as a homework. Okay. Now, the five sutras for the Tach Vidhanam, each one has got its own rule. Like, two are Nitya, the three are Vyakalpika. Now, let us only take the first two sutras, which are Nitya sutras. In the next Chintana class, since we will not be having much time for the, needed for the next sutra, Nadi Bhishcha, that is the sutra which is going to be taken today by Bhagini in the next class. So that is a very short sutra and it will be finished fast. So we will be having next Chintana Varga, we will have enough time in our plans to do the revision work of the Tippani. So I want all of us to be prepared with the two sutras, the Nitya sutras of Tach Vidhanam. Right? And what are the related sutras like Bhasamtnyakaha, then Yasyeti, Anascha, all the sutras are coming under that category. So, study, go through that and try to keep one example each in our mind so that we revise those steps in our next class. Okay. Because it will be difficult for you to scroll back and look where it is available. But I am telling that Akrima Sopane, we will thoroughly go through the two Nitya Sutras for Tach Vidhanam, Saras Prabhid Divya and Anascha, these two sutras, examples. That is just to make it firm in our mind. That is the purpose. Everything has to be firm in our mind, Mahavya. I keep everything in my mind, that's wrong. Right. It becomes, we have studied so much samasas, but one gets picked up without that. Right. Any question, Usha Bhagini? No, Mahavya. I was going to say, Nashta Dite and Tehe. Yeah, there are many of the related sutras. Nastati So we will go through that and come prepared because next class we will be having enough time to go through that. So we will now conclude this session so that we'll come prepared for that next class. Okay. Any question? Mahodaya, I shall try my level best. Because I didn't study these portions. I shall study and come prepared. Yes, no problem. Chinta mastu. Astu? Atra stagayama. पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरि ओम् धन्यवादः सर्वेभ्यः धन्यवादः